पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 21 सुमतिरुवाच एतन्माहात्म्यमतुलं गण्डक्या कर्णगोचरं कृत्वा कृतार्थमात्मानममन्यद नृपोत्तमः स्नात्वा तीर्थे पितॄन् सर्वान् संतर्प्य जहृषे महान् शालग्रामशिलापूजां कुर्वन्वाडववाक्यदः चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः पूजयामासप्रेम्णा च चन्दनाद्युपचारकैः तत्र दानानि दत्त्वा च दीनान्धेभ्यो विशेषतः गन्तुं प्रचक्रमे राजा पुरुषोत्तममन्दिरम् एवं क्रमेण सम्प्राप्तो गङ्गासागरसङ्गमं कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान् मुदा स्वामिन्वद कियद्दूरे नीलाख्यपर्वतो महान् पुरुषोत्तमसंवाससुरासुरनमस्कृतः तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः उवाच विस्मयाविष्ठो राजानं प्रतिसादरं राजन्नेदस्थलं नीलपर्वतस्य नमस्कृतम् किमर्थं दृश्यते नैव महापुण्यफलप्रदं पुनः पुनरुवाचेदं स्थलं नीलस्य भूभृदः कथं न दृश्यते राजन् पुरुषोत्तमवासभृत अत्र स्नादं मया सम्यगत्र भिल्लाक्षिगोचराः अनेनैव पथा राजन्नारूढं पर्वतोपरि इति तद्वाक्यमाकर्ण्य विव्यधे मानसे नृपः नीलभूधरदर्शाय कुर्वन्नुत्कण्ठितं मनः उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः कथं वा दृश्यते नीलस्तदुपायं वदस्वनः तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः तापसो ब्राह्मणो वाक्यमुवाच नृपविस्मितः गङ्गासागरसंयोगे स्नात्वास्माभिर्महीपदे स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते गीयते पापः देवपुरुषोत्तमसंज्ञितः करिष्यते कृपामाशु भक्तवत्सलनामधृक त्यजत्यसौ न वै भक्तान् देवदेव शिरोमणिः अनेके रक्षिता भक्तास्तद्गायस्व महामते इति वाक्यं समाकर्ण्य राजा व्यथितचेदसा स्नात्वा गङ्गाब्धिसंयोगे ततो नशनमादधाद करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः पूजां कृत्वा शनं कुर्यामन्यथानशनं व्रतम् इति कृत्वा स नियमं गङ्गासागररोधसि गायन् हरिगुणग्राममुपवासमथाचरद राजोवाच जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक अम्बरीषमधवीक्ष्य दुःखिदं विप्रशापहद सर्वमङ्गलं धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासदः दैत्यराज पितृकारितव्यथशूलपाश जलवह्निपादनैः श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यदः पितुः ग्राहवक्त्रपतिताङ्घ्रिमुद्भटं वारणेन्द्रमदिदुःखपीडितं वीक्ष्य साधु करुणार्द्रमानसस्त्वं गरुत्मदि कृतारुहक्रियः त्यक्तपक्षिपदिरातचक्रको वेगकम्पयुधमालिकाम्बरः गीयसे सुभिरमुष्यनक्रदो मोचकः सपदि तद्विनाशकः यत्र यत्र तव सेवकार्दनं तत्र तत्र बद देहधारिणा पाल्यतेज भवदा निजः प्रभो पापहारि चरितैर्मनोहरैः दीननाथ सुरमौलिहीरकाकृष्टपादतलभक्तवल्लभ पापकोटिपरिदाहकप्रभो दर्शयस्व निजदर्शनं मम पापकृद्यदि जनोऽयमागतो मानसे तव तथा हि दर्शय तावका वयमकौकनाशनं विस्मृतं न हि सुरासुरार्चित एव दन्ति तव नाम निर्मलं ते तरन्ति सकलाखसागरम् संस्मृतिर्यदि कृदा तदा मया प्राप्यतां सकलदुःखवारक सुमतिरुवाच एवं गायन् गुणान् रात्रौ दिवा वापि महीपतिः क्षणमात्रं न विश्रान्तो निद्रामापन वै सुखम् गायन् गच्छन् घृणं स्तिष्ठन् वदत्येदहर्निशं दर्शयस्व कृपानाथस्वदनुं पुरुषोत्तम एवं राज्ञः पञ्चदिनं गदं गङ्गाब्धिसङ्गमे तदा कृपाब्धिकृपया चिन्तयामास गोपतिः असौ राजा मदीयेन गानेन विकता खकः पश्यतान् मामकीं प्रेष्टां सुरासुर नमस्कृताम् इति संचिन्त्य भगवान् कृपापूरितमानसः संन्यासिवेषमास्थाय ययौ राज्ञोऽन्तिकं विभुः तत्र गत्वा महाराजत्रिदण्डियदिवेशदृग भक्तानुकम्पया प्राप्तो वीक्षितस्तापसेन हि ॐ नमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः उवाच भाग्यमदुलं यद्भवानक्षिगोचरः अधः परं दास्यदे मे गोविन्दो निजदर्शनम् यदि श्रुत्वा तु तद्वाक्यं संन्यासी निजगादतं राजन् शृणुष्व कथितं मम वाक्यविनिसृतम् अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यद तस्मादहं ब्रुवे किञ्चित् शृणुष्वैकाग्रमानसः श्वो मध्याह्ने हरिर्दादा दर्शनं ब्रह्मदुर्लभं पञ्चभिस्वजनैसाकं यास्यस्ये परमं पदं त्वममात्यश्च महिला तव तापसवाडवः पुरे तव परं बाह्यः साधुश्च तन्दुवायकः येधै पञ्चभिरेदस्मिन्नीले पर्वतसप्तमे यास्यस्ये ब्रह्मदेवेन्द्र वन्दितं सुरभूजितम् इत्युक्त्वा दृश्यतां प्राप्तो यदि क्वापि न दृश्यते तदा कर्ण्य नृपो हर्षं प्राप चाशु सविस्मयं राजोवाच स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूजीवान् न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः तापस उवाच राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगाद पुरुषोत्तमनामायं सर्वपापप्रणाशनः स्वो मध्याह्ने तव पुरो भविष्यति महान् गिरिः तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि इति वाक्यसुधापूरनाशितस्वान्दसंज्वरः हर्षं यमापस नृपो ब्रह्मापि न हि वेत्तिदं तदा दुन्दुभयो नेदुर्वीणा पणवगोमुखाः महानन्दस्तदा ह्यासीद्राजराजस्य चेदसि गायन् हरिं क्षणं तिष्ठन् हसन् जल्पन् ब्रुवन्नमन् आनन्दं प्राप सुखनं सर्वसन्तापनाशनम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे संन्यासिदर्शनं नाम एकविंशोऽध्यायः ॐ